चतुर्दशश्लोकः प्रतीपालङ्कारस्य प्रकारान्तरं लक्षयति वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः कः क्रौर्यदर्पस्ते मृत्यो तत्तुल्याः सन्ति हि स्त्रियः इति. अत्र मृत्योस्तु अनादरः दर्शितः प्रथमे वाक्ये कः क्रौर्यदर्पस्ते मृत्यो इत्यनेन तेन साकमेव स्त्रीणामपि क्रूरता प्रदर्श्य तस्यापि अनादरः प्रदत्तः प्रकाशितः. अतः अस्मिन्नप्युदाहरणे अनेन लक्षणेन प्रतीपालङ्कारो लक्ष्यते.